गतवर्गे जुहोत्यादिगणे अकारान्तधातूनां विषये अस्माकं चर्चा सञ्जाता. तत्र अस्माभिः किं दृष्टं, तत्र द्वयोः प्रकारयोः धातवः सन्ति. एकप्रकारः अस्ति अघु धातु, अन्यप्रकारः अस्ति घू धातु. तर्हि घू इत्युक्ते किम्, अस्माभिः पठितं घू इति संज्ञा अस्ति. घू इत्युक्ते दाधा खु अदा, नाम यः धातु, धातुपाठे यः धातुः दारूपी अथवा धारूपी अस्ति, दा दैत् विहाय ते सर्वे धातवः घू इति धातवः सन्ति. तत्र षड् धातवः सन्ति घू इति प्रकारे. तर्हि घू इति प्रकारे षड् धातवः सन्ति जुहोत्यादिगणे. तत्र द्वौ घू धातुः स्तः, दुदाय दुधाय अपि दाधा. तर्हि मुख्यभेदः कः, धातु अघु अस्ति चेत्, नाम घू नास्ति चेत्, हलादि कित्नित् सार्वधातुकप्रत्यये परे ईहल्यगोः इति सूत्रेण सामान्यतया दीर्घ इकारः भवति. अपि च अजादि कित्नित् सार्वधातुकप्रत्यये परे श्नाभ्यस्त्यो रातः इति सूत्रेण आकारस्य लोपः भवति. परन्तु धातु घु अस्ति चेत् ई हल्यगोः इति सूत्रस्य प्रसक्तिः एव न भवति. यतो हि सूत्रं किं वदति, ई हलि अघोः, अघु अस्ति चेत् हलादिप्रत्यये परे ईत्वं भवति. परन्तु धातु घु अस्ति चेत् ई हल्यगोः सूत्रस्य प्रसक्तिः एव न भवति. अतः सर्वदा श्नाभ्यस्त्यो रातः इति सूत्रेण कार्यं भवति. अजादिप्रत्यय अथवा हलादिप्रत्यय कीदृशः अपि प्रत्ययः भवेत्, स्नाभ्यस्त्यो रातः इति सूत्रेण आकारस्य लोपः भवति दा धातु कृते अपि च धा धातु कृते. इति एकः मुख्यभेदः अस्ति इति तु अस्माभिः तत्र गतरविवासरे तत्र पठितम्. इतोपि अग्रे दा अपि च धा धातु कृते नूतन एकं सूत्रमस्ति, हि प्रत्ययपरे कार्यं किं भवति, हि प्रत्ययपरे कार्यं किं भवति इति अपि एकं नूतनं सूत्रमस्ति. इदानीं तत् सूत्रं पठामः. अस्तु, तर्हि इदानीं मीना महोदय पठतु. अत्र सूत्रमस्ति, अत्र लिखितमस्ति खलु, दा धातोः कृते पिङ्गप्रत्ययनिमित्तकम् अङ्गकार्यम्. अत्र ध्वसोरेद्धावभ्यासलोपश्च प्राप्नोति वा कुत्र महोदय? अत्र यत्र अस्माभिः गतरविवासरे स्थगितं ततः अग्रे सूत्रमस्ति, ध्वसोरेद्धावभ्यासलोपश्च. कुत्र अस्ति, अत्र बि बिन्दु अस्ति खलु, दुधाय दुधाय धातु तत्र अधोभागे गच्छतु. ईहल्यगोः अस्ति, दाधाघ्वदाप् अस्ति, आदेश उपदेशे अशुति अस्ति, तदनन्तरं लिखितमस्ति ध्वसोरेधाभ्यासलोपश्च. प्राप्नोति वा? अस्ति अस्ति. अतः अग्रे पठतु. अभ्यासलोपश्च हि परे गुसंज्ञकधातोः अस् धातोः च स्थाने एकारादेशो भवति. अभ्यासः अस्ति चेत् तस्य लोपो भवति. अलोन्त्यस्येत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य. कुश्च अश्च तयोर् इतरेतरद्वन्द्वयोः ध्वसौ तयोः ध्वसोः अभ्यासस्य लोपः, अभ्यासलोपः षष्ठी तत्पुरुषः. ध्वसोः षष्ठ्यन्तम् ए प्रथमान्तम् औ सप्तमान्तम् ध्वनिः अस्ति महोदय, ध्वनिः अस्ति. अभ्यासलोपः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सूत्रं वसोः अङ्गस्य एत् अभ्यासलोपः च हौ किं लिखितम् कू सम्यक् धातोः परस्य हि इत्यस्ति अस्ति चेत् तस्य तस्य अङ्गस्य अभ्यासलोपः अपि च एत् भवति परे परे तर्हि घूसंज्ञकधातुः अस्ति अपि च अथवा अस् धातुः अस्ति चेत् तस्य अनन्तरं हि प्रत्यये परे कार्यद्वयं भवति. प्रथमं तु अन्तिमवर्णस्य स्थाने एत्वं भवति, अपि च अभ्यासः अस्ति चेत् अभ्यासस्य लोपः भवति इति अस्ति. तर्हि ध्वसोः नाम घू च अश्च तयोः ध्वसोः ध्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ. तर्हि इदानीम् एकं सन्धिकार्यम् अत्र लिखितमस्ति, अत्र ध्वसोः अग्रे पठतु महोदय. घ्वसोर् एत् योगः हावभ्यासलोपश्च जलाङ्गशो. अत्र महोदय एकनिमिषः, घ्वसोरेत् मध्ये सन्धिविच्छेदं करोतु, सन्धिविच्छेदं करोतु. घ्वसोः एत् घ्वसोः अत्र विसर्गसन्धि कृत्वा रेफ भवति, तदनन्तरं हाव अभ्यासलोपश्च तत्र सन्धिच्छेदं करोतु. हौ हौ अभ्यासलोपश्च हौ अभ्यासलोपः अभ्यासलोपश्च एचो यवा याव इति हाव अभ्यासलोपश्च. इदानीं प्रश्नः भवति वसोरेत् योगः हाव अभ्या हावभ्यासलोपश्च इति पदयोः सन्धिं कथ सन्धिः कथा कथं भवति. तर्हि पठतु अग्रे. जलां जशो अन्ते इत्यनेन जस्तुं ग्वसोः एत् एद् सोरेद् हावभ्यासलोपश्च जयो जयो हि अन्यतरस्याम् इत्यनेन विकल्पेन पूर्वसवर्णादेशः ग्वसोरेवाभ्यासस्य लोपश्च जयो हि अन्यतरस्याम्. तर्हि झलां दशवन्ति इति सूत्रं किं वदति महोदय? जल् प्रत्याहारे अनन्तरं जष् जष् भवति वा? हा कदा? अन्ते अन्ते कस्य अन्ते? पदान्तस्य अन्ते. सम्यक्. तर्हि पदस्य अन्ते झल् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य स्थाने जष् भवति. जष् इत्युक्ते किं महोदय? चपञ्चकदश नाम द्वितीयवर्णः, तृतीयवर्गः, वर्गस्य तृतीयवर्णः. तर्हि इदानीं भसोरेत् इति पदमस्ति, पदस्य अन्ते तकारः अस्ति, तकारः झल् प्रत्याहारे अस्ति, अतः तकारस्य स्थाने तस्य भवति दकारः भवति. अस्तु, तयोः अन्यतरस्यां सूत्रं पठतु. जयोः अन्यतरस्यां जयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति. एकः पञ्चम्यन्तं हः षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम् उदः सास्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः अनुस्वारस्य ययपुः परः सवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः अन्यतरस्याम् इत्युक्ते विकल्पेन अनुवृत्तिसहितसूत्रं जयः हः पूर्वस्य सवर्णः अन्यतरस्याम्. जै इति प्रत्याहारात् परस्य हकारस्य अकारस्य पूर्वसवर्णः अन्यतरस्यां भवति. तर्हि झय प्रत्याहारे के के वर्णाः भवन्ति? झभञ् गरदश् जप गरदश् चरत कपै अपि, अर्थात् वर्गीय पञ्चम पञ्चमवर्णं विहाय सर्वे वर्णाः. तर्हि वर्गस्य प्रथम द्वितीय चतुर्थः वर्णः अस्ति, तस्य अनन्तरं हकारः अस्ति चेत् हकारस्य स्थाने पूर्ववर्णस्य सवर्णः भवति. इदानीं महोदय वदतु, प्रत्येकस्मिन् वर्गे हकारस्य सवर्णवर्णः कः? प्रत्येकस्मिन् वर्गे पवर्ग चवर्ग टवर्ग तवर्ग पवर्गे हकारस्य सवर्णः कः? चकारस्य कवर्गे हकारस्य सवर्णः कः? कोऽपि जानाति वा? चतुर्थवर्णः अस्ति महोदय. चतुर्थवर्ण अस्ति नाम प्रत्येकस्मिन् वर्गे वर्गस्य चतुर्थवर्ण हकारस्य सवर्णः अस्ति. सकारस्य हकारस्य महोदय सकारस्य हकारस्य. अतः सूत्रं किं वदति, झय वर्णस्य स्थाने चतुर्थवर्णः आगच्छति हकारपरे अस्ति चेत् विकल्पेन. अतः घ्वसोरे धाभ्यासलोपस्य इति सूत्रे घ्वसोरे दकारः अस्ति, दकारात् हकारः अस्ति, अतः हकारस्य स्थाने विकल्पेन दकारस्य सवर्णः वर्णः आगच्छति. दकारस्य सवर्णः हकारस्य कः अस्ति? धकारः. अतः हकारस्य स्थाने धकारः भूत्वा घ्वसोरे धाभ्यासलोपश्च इति इति अस्ति झयो झयोः अन्यतरस्य. अस्तु, इदानीम् अग्रे पठतु. ददायोगः हि देहि ददायोग हि देहि अस्तातोः एधि इति भवति. अस्तातोः किमर्थम् एधि सकारस्य धि भवति वा? तदग्रे वयम् अदादिगणस्य पाठे वयम् अग्रे पठिष्यामः. इदानीं तस्य आवश्यकता नास्ति, केवलं ददायोगः हि पठतु. अत्र किमस्ति, प्रथमं तु अभ्यासलोपः भवति, अतः प्रथमदकारस्य लोपः भूत्वा दा एव अवशिष्यति, दायोगः हि. तदनन्तरम् आकारस्य स्थाने इत्वं भवति, देहि ईहलेगोः इति सूत्रेण वा? वसोरेद्धाभ्यासलोपस्य खलु. ओ वसोः अङ्गस्य एत् अभ्यासलोपश्च. सूत्रं किं भवति, अभ्यासलोपः भवति दकारस्य लोपः, तदनन्तरं दायोगः हि दा मध्ये आकारस्य स्थाने एत्वं भवति इति अस्ति, तथैव धेहि. अस्तु, इदानीं रघुपतिमहोदय अग्रे पठतु. आं महोदय, दा धातोः अङ्गतिङ्प्रत्ययोः मेलने कुत्रचित् चत्वसन्धिः भवति खरिच इत्यनेन सूत्रेण. चत्वसन्धौ तत्तत् वर्गस्य प्रथमसदस्य आदेशः भवति. खरिच इति सूत्रम् अधः विवृतमस्ति, यथा ददायोगतः इति अस्ति. तत्र स्नाभ्यस्यो रातः इत्यनेन आकारस्य लोपः दद्योगतः इति अस्ति. स्नाभ्यस्य रातः इत्यनेन तत्र खरिच् इदानीं दद्योगतः खरिच इत्यनेन चत्वसन्धिः. दत् योगतः दकारस्य तकारः भवति दत्तः इति रूपं. तर्हि सर्वे जानन्ति वा खर्सन्धि चत्वसन्धि? आम्, खरिच खरिच इति अस्ति. खर् प्रत्याहारस्य वर्णः परे झल् झल् प्रत्याहारस्य वर्णः, अपि च तस्य अनन्तरं खर् वर्णः खर् प्रत्याहारस्य वर्णः अस्ति चेत् झल् स्थाने चर् भवति, नाम प्रथमवर्णः भवति. अस्तु, तथैव अग्रे ददा योगतः इति अस्ति. तत्र अपि तत्ति अतः स्नाभ्यस्य रातः इति सूत्रेण इत्यनेन तत्र दद् योगतः इदानीं दकारस्य इदानीं झल् वर्णः अस्ति, अग्रे खर् वर्णः अस्ति तकारः, अतः खर् इत्यनेन तत्र वर्गप्रथमः भवति, दकारस्य तकारः भवति, अथवा दत् योगतः दत्तः इति रूपम्। एवमेव ददा योगतात् इति अस्ति, तत्रापि स्नाभ्यस्योरातः इत्यस्य सूत्रे प्रसक्तिः अस्ति अपि अस्ति, अतः दद् योगतात् इदानीं दकारस्य चत्वं दत्तात् इति भवति, अतः अग्रे अददा ताम् इति अस्ति, तत्रापि अददा ताम्, अत्रापि अष्टाभ्यस्योरातित्रेण आकारस्य लोपः, दकारस्य चत्वम् अदत्ताम्, तथैव ते इति अस्ति ददा योगते दत्ते इति भवति, तत्र प्रथम लटि प्रथमपुरुषे दत्ते इति दत्ते दत्ते इति रूपम्। अग्रे उभयपदे अस्ति, अस्तु अददा योगताः इति अस्ति, तत्र अदत्ताः इति रूपम्। अस्तु तर्हि इदानीं दा धातु कृते कार्याणि कानि कानि सन्ति इति वयं जानीमः। अस्तु इदानीं रघुपति महोदय, दा धातु उभयपदी अस्ति, अतः प्रथमं परस्मैपदी लट् लकारे रूपाणि कथं भवन्ति वदतु। अस्तु महोदय, एकवारं महोदय तत्र द्वित्वाङ्गं किमस्ति, कथं भवति? हा, दा इति धातुः अस्ति, द्वित्वं किमस्ति केन सूत्रेण भवति एकवारं महोदय, अजादेर्द्वितीयस्य इदानीं किमस्ति अत्र एकवारं, न अजादि नास्ति अत्र, हा श्लौ परे अस्ति, अतः श्लौ इत्यनेन तत्र द्वित्वं भवति, द्वित्वं भवति एकवारं महोदय, तत्र केन सूत्रेण भवति, श्लौ वा, एकवारं महोदय, श्लौ इति खलु, आम् एकाच द्वे प्रथमस्य इत्यनेन इदानीं तत्र एकवारं महोदय, तत्र अहं पुनः तत्र उद्घाटयामि, तत्र एकवारं सिद्धतिं प्रत्ययः, अस्तु द एकवारं महोदय, तत्र ददा, अस्तु दा दा इति भवति ह्रस्व, इदानीम् अत्र ददा इति भवति खलु, ददा श्लौ इति अस्ति, एकसूत्रं विस्मृतवान्, श्लौ इत्यनेन ज्योत्यादिगणे द्वित्वं भवति, परन्तु द्वित्वस्य प्रथमसूत्रं किम्? आं महोदय, द्वित्वस्य सूत्रं किम्? द्वित्वस्य सूत्रमस्ति एकाच द्वे प्रथमस्य, एकाच द्वे प्रथमस्य इति अस्ति, अजादेर्द्वितीयस्य इति अत्र एकाच अस्ति, तत्र द्वे प्रथमस्य द्वे इति भवति, अत्र दादा इति भवति, अनन्तरं ह्रस्वः भवति खलु, हा दा द दा इति भवति, इदानीं ददा इति अभ्यस्त अङ्गमस्ति, ददा ददा इति अभ्यस्त अङ्गमस्ति, ददा योग ति अस्ति, ति इति प्रत्ययः पित् अस्ति, अतः तत्र ददाति इति वर्णमेलनम् अस्ति। अग्रे ददा योग तः इति अस्ति, तत्र तः इति अस्ति स्नाभ्यस्तवरातः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, अतः दद् योग अकारस्य लोपः अभ्यस्तम् इदानीं तत्र दद् योग तः तः इति अस्ति, इदानीं खरिचैतेन दकारस्य तकार दत्तः इति। अग्रे ददा योग अति, अत्रापि स्नाभ्यस्तवरातित्यनेन तत्र अकारस्य लोपः, ददा योग अति इति अस्ति, अति इति अस्ति, स्नाभ्यस्तवरात अपि अस्ति, अतः दद योग अति ददति इति भवति अग्रे ददा योगसि किमपि नास्ति, तत्र ददास् अत्र ददा किमर्थं कार्यं न करोति, कुत्र महोदय, स्त्री प्रत्यये कृते अत्र पित् अस्ति खलु, अतः न भवति, स्नाभ्यस्य रातः इति, आमां स्नाभ्यस्य रातः इति अपित् कित्नित् प्रत्ययपरे एव भवति, अतः कित्नित् प्रत्ययपरे भवति, अतः अपित् अस्ति अतः भवति, अपित् नास्ति चेत् न भवति। अस्तु, ददासि इति रूपं किमपि नास्ति अत्र, ददा योगत्तः इति अस्ति, स्टाभ्यस्य रातस्य प्रसक्तिः अस्ति, दद् योगत्तः दत्तः इति भवति करिचैतरेण, तत्र चत्वं भवति। अग्रे ददा योगत्त, अत्रापि दत्त इति भवति, अग्रे ददा योग मि अस्ति, तत्रापि स्थाभ्यसाहित्यस्य सूत्रस्य प्रसक्तिः नास्ति, अतः ददामि अकार। अग्रे ददा योग वः, अत्र स्थाभ्यस्य वरात इत्यस्य प्रसक्तिः अस्ति, किमर्थम् अपित् अस्ति, नित्वत् कार्यं करोति इति निश्चितस्य पदे दद् दद्वः दद्मः इति रूपम्। अग्रे न जाने अत्र अद्य क्लेश हा ददामि दद्वः दद्वः दद्मः इति अस्तु, आत्मनेपदि करणीयं वा किं आत्मनेपदि करणीयं वा? अस्तु, इदानीं विजयमहोदय परस्मैपदि लोट् विजयमहोदय अस्ति वा? मीना महोदय, मलर महोदय, मलर महोदय, मलर महोदय लोट् आम् महोदय, ददा योगः तु ददतु, ददा योगः तात् किं किं किं ददा योगः तु ददातु अग्रे करोतु ददातु अग्रे ददा योगः तात् श्राव्यस्तो तोर यातः इति सूत्रेण अकारलोपः, दद् योगः तात् दत् करीच इति सूत्रेण दत्तात्, अनन्तरं ददा योगः तां श्राव्यस्तोयातः इति सूत्रेण दद् योगः ताम् अनन्तरं करीच इति सूत्रेण दत्ताम्, ददा योगः अतु अत्रापि स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः, दद् योगः अतु ददतु ददतु ओ महोदय ददतु ददतु ददतु तदनन्तरं ददतु ददा योगः हि अत्र नूतनसूत्रं ग्वा सोरे द्वा व्यस् व्यास् लोपः च इति लोपः आम् इति सूत्रेण अभ्यासस्य लोपः भवति, तदनन्तरम् अकारः एकारः भवति, अतः ददा लोपः भवति, द एकार भवति, दे योगः हि देहि ददा देहि ददा योगः तात् दत्तात् अनन्तरं दत्तं दत्त ददा योगः आणि पित् अस्ति अतः ददामि ददाव ददाम इति रूपम् नवदिमः। अस्तु, विजयमहोदय लङ् लङ् रूपं सर्वत्र लुङ् लङ् ऋञ्ष्टु अडुदातः इति सूत्रम् आगच्छति, अतः सर्वत्र आभवति. अनन्तरं दादा इति अस्ति चेत् तत्र श्लोसूत्रेण ददा एव भवति. अनन्तरं तकारः अस्ति, एकनिमिषं तत्र तत्र लङ् रूपं ता तामस्ति, अतः तत्र ता अस्ति, ददा इति अस्ति, अददा इति अस्ति, इत् योजनेन अददात् इति भवति अन्तिमं. अनन्तरं अद ताम् इति अस्ति, तादृशमेव अददा इति अस्ति, ताम् अस्ति, परन्तु अदद् इति भवति तत्र दकारस्य स्थाने करिच इति सूत्रेण प्रथमवर्णः आगच्छति तृतीयवर्णस्य स्थाने, अतः अदत्ता इति भवति. आकारस्य लोपः केन सूत्रेण? स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति. सम्यक्. अग्रे अनन्तरं तत्र उः अस्ति, उः अन् अनन्तरम् उः, अत्र उः अस्ति. प्रथमं एतत् सर्वं भूत्वा अदद् इति भवति खलु, अदद् इति भवति. अनन्तरम् उः अस्ति मेलनेन अददुः इति भवति. अनन्तरम् अददाः इति भवति, अददाः आ योजने आ योगः ददाः इति भवति. अनन्तरं तस्य कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः अददाः इति भवति. अनन्तरं तम् इति अस्ति, तम् अत्र पूर्वमेव अददा अनन्तरं स्नाभ्यस्तयोर् अतः इति सूत्रेण दीर्घ आकारस्य लोपः भवति, अतः अदद् अदद् इति भवति. अनन्तरं कर अवसान न करिच इति सूत्रेण प्रथम तृतीयवर्णस्य स्थाने प्रथमवर्णः सकारः आगच्छति, अधः अतः अतत् यो तं योजनेन अतत्तम् अदत्तम् इति भवति. अदत्तम् अदत्तम् आ दत्तम् अस्तु. अनन्तरं ता योजनेन अद इति भवति, ता योजनेन अदत्त इति भवति मध्यमदशबहुवचने अदत्त. अनन्तरं तत्र तत्र अददा इति अस्ति, अम् अमिपूर्वः इति सूत्रेण अम् आगच्छति, अधः अतः अत्र अददाम् इति मेलनं भूत्वा अददाम् इति भवति. अनन्तरम् अदद् इति पूर्वमेव वयं दृष्टवन्तः, अदद् योगः वः वा अदद् वा अदद् न आहत्य अदत्त अदद्दात् अदत्ताम् अददुः अददाः अदत्तम् अदत्त अददाम् अदद्व अदद्म इति अन्तिमं निष्पन्नं. सम्यक् अस्तु. अग्रे मीना महोदय विधिलिङ्ग्. विधिलिङ्ग् यात् यातां युः, याः यातं यात, यां याव याम, सर्वेभ्यः अपित् अस्ति, त्वात् ददा यात् स्नाभ्यस्तयोर्लोपः अस्ति, दद् यात् भवति, दद्यात् एव भवति, दद्यात् दद्यातां दद्युः, सर्वे दद्युवे अङ्गम् दद्यात् दद्यातां दद्युः दद्याः दद्याकं दद्यात् दद्यां दद्याव दद्याम सम्यक् सर्वत्र आकारस्य लोपः अस्ति इदानीं ध्वनिं तु अस्ति अस्तु आत्मनेपदी अस्ति परन्तु तस्य स्थाने इदानीम् आत्मने एकनिमिषं धा अपि आत्मनेपदी अस्ति धाय अस्तु इदानीम् आत्मनेपदी न करणीयम् अमरे गच्छामः अस्तु इदानीं अग्रे रघुपतिमहोदय अग्रे पठतु धा धातु एकवारं महोदय एक कुत्र एक रूपाणि हा धा धातोः अस्तु धा धातोः कृते तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यम् उपर्युक्तमेव तद्विहाय लोट्लकारस्य मध्यपुरुषे दधा योगहि इत्यस्मिन् धे इति भवति धे इति भवति धेहि इति तत्र धकारस्य इति सूत्रपूर्वोक्तमस्ति केन सूत्रेण भवति इति पूर्व उक्तमस्ति तत् अस्ति गसोर गसोः एत् अहोपरि अभ्यासलोपश्च इति इत्यनेन भवति तत्र अतः क्षम्यताम् एकनिमिषं महोदय अस्तु एकवारं महोदय कुत्र देहि इति भवति अतः देहि इति अस्ति अभ्यासलोपः भवति आकारस्य एकारः भवति धे धेहि इति अस्ति प्रोत्सुप्तम् अन्यच्च इतोपि एकं कार्यमस्ति इति अस्ति अग्रे पठामि वा महोदय अस्तु ददस्ततोश्च द्वित्यकृतस्य जसन्तस्य घाय् धाय् धातोः धाय् धातो धा धायि धातोः बशो बश् स्यात् ततोः सद्वो च परयोः इति दधा इत्यस्य यत्र आकारलोपः तत्र धद् दध् इति जसन्तरूपं सिद्ध्यति तादृशस्य दध् इत्यस्य दकारस्य स्थाने धकारादेशः भवति तकारे थकारे सकारे ध्वशब्दे च पदे इदं कार्यं वर्णनिमित्तकं न अङ्गनिमित्तकम् अस्ति सारि वर्णनिमित्तकं न तु अङ्गनिमित्तकम् अस्ति हल्सन्धि अङ्गनिमित्तकं महोदय तत्र अष्ट अध्याय अस्ति खलु सारि अष्टमध्याय अस्ति खलु सन्धिकार्यं खलु न तु अङ्ग अस्तु वर्णनिमित्तं कार्यं न तु अङ्गनिमित्तकम् आं सत्यं हल्सन्धिकार्यमेव अष्टमध्याये च जष्पत्यारे वर्गस्य चतुर्थवर्णः अन्तर्भूताः झभ घडध बष्पत्यारे बगडध एते वर्णाः इति अस्ति अस्तु बष् प्रत्याहारे भ घ ढ ध इत्येते वर्णाः तश्च थश्च तथौ तकार तकार दकाराः उच्चारणार्थं तत तयोः तथोः धः सत्यन्तं ततोः सत्यमन्तं च वेदं त्रिपदिकं सूत्रम् एका च बशः एका च बशः बश् जसन्तस्य सद्धोः धोः इति इत्यस्मात् बशोः बश् जसन्तस्य सद्वोः इत्येषाम् अनुवृत्तिः अनुवृत्तिसहितसूत्रं जसन्तस्य धः बशः बश् सद्वोः ततो च इति अत्र दधस्ततोश्च इति सूत्रं वदति अत्र जसन्तस्य धद इति दधा इति धातु एकनिमिषम् अत्र ददः अस्ति खलु ददः तर्हि अनुवृत्त्या भवति झषन्तस्य ददः तर्हि झषन्तस्य ददः इत्युक्ते किम् अत्र यत् जशन्त जसन्त अस्ति जशन्त अस्ति इति अस्ति तद् दद अङ्ग अत्र तथा अङ्गं तु आकारान्तम् अस्ति खलु, आकारः झषन्त नास्ति. आमां तत्र इदानीं तत्र तादृश यत्र किमस्ति तत्र लोपः भवति खलु एकवारं तत्र केन सूत्रेण भवति दकार अस्ति खलु एकवारं तद् लोपः भवति खलु स्नादस्य रात इत्यनेन लोपः भवति अत्र धद् इति भवति केन तत्र लोपः भवति तत्र जशन्तः भवति तदा तथा इति अङ्गमस्ति आकारान्तम् तर्हि आकारान्तम् अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति. परन्तु यदि आकारस्य लोपः भवति स्नाभ्यस्योरातः तर्हि अङ्गं दध् इति भवति दध्. इदानीं धकारान्तम् अङ्गम् अस्ति, धकारः धकारः झष् प्रत्याहारे आगच्छति, अतः आकारलोपानन्तरम् अङ्गं झषन्त भवति. तादृश दधा यत्र आकारस्य लोपः भवति तादृशम् अङ्गम् अस्ति दद्. तत्र किं भवति अग्रे वदतु. अग्रे इदानीं दकारस्य इदानीं बश् भावः भवति तत्र तकार अथवा तकारादि अथवा तकारादि प्रत्यये परे जशन्तस्य ददः इदानीं तत्र ददः बश् वर्णस्य इदानीं यत्र कुत्रापि भवतु बश् वर्णः अस्ति चेत् दद इत्यस्मिन् तत्र अत्र दकारः अस्ति पूर्वमस्ति प्रथम दकारस्य बश् भाव बश् अस्ति अतः तस्य बश् भावः भवति. बश् इत्युक्ते तत्र इति चतुर्थस्य बकार घकार ढकार दकार अतः तत्र इदानीं तत्र दकार अस्ति अतः तस्य स्थाने धकारः भवति वर्गचतुर्थः भवति. द्वितीय तृतीयस्य स्थाने चतुर्थः भवति त्रि फोर् इति फोर् फोर् भवति दध् धद् योग धद् इति भवति इदानीं दध् धद् योग तः इति भवति श्रुतिः. तर्हि यदि दधा इति अङ्गस्य आकारलोपानन्तरं यद् झषन्त तद् अङ्गम् अस्ति तस्य अनन्तरं यदि सकारादिप्रत्यय ध्वं सकारादिप्रत्यय अथवा थकारादिप्रत्ययः अस्ति चेत् बशः स्थाने भष् भवति. बशः इत्युक्ते किं यथा महोदयेन उक्तं तृतीयवर्णः. तर्हि तथा मध्ये तद् मध्ये तृतीयवर्णः कः अस्ति दकारः. तर्हि तस्य दकारस्य स्थाने अन्तरतमः भष् वर्णः भवति भष् इत्युक्ते चतुर्थवर्णः. तर्हि दकारस्य स्थाने दधकारः भवति इति अस्ति. तर्हि दध् इति अङ्गस्य अनन्तरं सकारादिप्रत्ययः सकारादिप्रत्ययः सकारादिप्रत्ययः ध्वम् अस्ति चेत् दकारस्य स्थाने दधकारः भवति. यथा दधा इति तः इति अस्ति अत्र स्नाभ्यस्य रातः इत्यनेन आकारस्य लोपः भवति दध् योगतः इदानीं जशन्तदातु जशन्त अङ्गमस्ति तः इति तकारादिप्रत्ययः अस्ति अतः दधस्ततोश्च इत्यनेन बश बष् वर्णस्य भष् भवति बष् भावः भवति अतः दध् युगतः इदानीं धकार अस्ति अन्तिम तस्य खरिचैतनेन तकारः भवति दत्तः इति रूपम् एवमेव दधा योगतः अत्रापि दक स्नाभ्यस्य रात इत्यनेन आकारस्य लोपः दकारस्य बष् भावः अनेन दध् योगतः इति दध् योगतः दत्तः तथैव दत्तात् इति अथवा अत्र दत्ते दधा योगते धत्ते दधा योग स्व स्व इति अत्र अत्रापि दधस्ततोश्च इत्यनेन तत्र सद्वोः इति अपि अनुवृत्तिः अस्ति अतः सकारस्य सकार अस्ति अतः तत्र भष्भावः भवति धत्व इति भवति अनन्तरं करिचैतनेन अदधा इति अधत्ता इति सूत्रम्. अस्य सूत्रस्य ददा मध्ये दा धातु कृते प्रसक्तिः किमर्थं नास्ति किं महोदय दा धातु कृते नास्ति एतत्तु अस्ति दध इत्यस्य एव कृते अस्ति अत्र सूत्रं किं भवति धातुमध्ये अस्तु तर्हि धा धातुः अस्ति चेत् मुख्यकार्यं भवति दकारस्य धकारः भवति तदनन्तरम् अस्तु धन्यवादः महोदय अग्रे मदन महोदय अग्रे पठतु आं महोदय धा धातोः अङ्गतिङ्प्रत्ययोः मेलनेन कुत्रचित् तत्त्वसन्धिः भवति अपि तु अपि च कुत्रचित् जश्वसन्धिः भवति जलां जश् जशि इति सूत्रेण जश्वसन्धौ तत्तत् वर्गस्य तृतीयसदस्यस्य आदेशः भवति जलां जश् जशि इति सूत्रम् अधः विवृतम् अस्ति उदाहरणानि एवम् दधायोगः द्वे स्नाभ्यस्तयोरातः इति सूत्रेण अकारलोपः भवति तदनन्तरं दद् योगः द्वे ददस्तयो ततोश्च इति सूत्रेण ददस्ततोच्च इति सूत्रेण किं भवति दकारः दकारः भवति दद् दद् योगः द्वे द्वे इति परे अस्ति अतः एतत् सूत्रं कार्यं करोति तदनन्तरं जलां जश् जशि इति सूत्रेण तृतीयसदस्य आगच्छति ददत् दत् योगः द्वे दत् द्वे इति रूपं जल् प्रत्याहारवर्णः अस्ति चेत् परे जश्वर्णः अस्ति चेत् जश्वरः आदेशः भवति तृतीयसदस्य आदेशः भवति सामान्य लौकिकभाषायां किमस्ति जश्वसन्धि तृतीयसदस्य वर्गस्य तृतीयसदस्य तृतीयसदस्य भवति निमित्तं किं जल् प्रत्याहारवर्णः अस्ति चेत् अपि च अग्रे किं जश् जश् मध्ये किं किं भवति जश् मध्ये वर्गीय तृतीयचतुर्थवर्णः तर्हि जल् प्रत्याहारस्य वर्णः नाम वर्गीयव्यञ्जनानि पञ्चमवर्णानि वर्णानि विहाय पञ्चमवर्णान् विहाय अपि च श अस्ति चेत् तस्य अग्रे वर्गस्य तृतीयचतुर्थवर्णः अस्ति चेत् तस्य झल् वर्णस्य स्थाने तृतीयवर्णः भवति इति अस्ति अस्तु तर्हि इदमस्ति जष्ट्वसन्धि जष्ट्वसन्धि महोदय संशयः अस्ति मया न अवगतं दद्धयोगः द्वे ददस्ततोश्च किमर्थं प्रथमधकारः धकारः भवति तत्र सूत्रं किं वदति भष् वर्णस्य स्थाने भष् वर्णः भवति खलु तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति सूत्रम् एतदेव वदति भगिनि सूत्रं किं वदति भष् नाम तृतीयवर्णस्य स्थाने भष् नाम चतुर्थवर्णः भवति तर्हि दद् मध्ये तृतीयवर्णः कः अस्ति दकारः तस्य स्थाने चतुर्थवर्णः आगच्छति धकारः अतः धद् इति भवति धद् योगः द्वे तदनन्तरं जष्पसन्धि कृत्वा दद्वे आगच्छति वा अत्र साक्षात् उत्तमस्ति अतः तत्र येन विसृतं तस्य अलोन्तस्य प्रसक्तिः न भवति अतः मीना महोदय भवत्याः शङ्का का इति मया न अवगतं मया न अवगतम् किमर्थं प्रथमदकारः जश् भवति इति न दद् मध्ये एकः एव बश् वर्णः अस्ति खलु बश् इत्युक्ते किं बश् इति वर्णस्य स्थाने तस्य अन्तर्तमः चतुर्थः वर्णः आगच्छति, तर्हि द ध मध्ये ब एक एव अस्ति खलु, द एव अस्ति खलु ब ग ड द मध्ये, अतः दकारस्य स्थाने चतुर्थः वर्णः धकारः। प्रथमं एक एक एव बश्वर्णः अस्ति खलु दकारः, एक धद् भवति, धद् इति स्थिते द्वे भवति, द्वे दद् अस्ति, द ध मध्ये एक एव बश्वर्णः अस्ति दकारः, अतः तस्य शेधकारः धद् भवति। किं भवति प्रथमदकारः अपि बश्वर्णः भवति वा? प्रथमदकारः एव बश्वर्णः अस्ति खलु, ओ द्वितीयवर्णधकारः बष् नास्ति, धकारः बष् मध्ये कथं किमर्थं भवति न भवति खलु। दध् मध्ये द्वौ वर्णौ स्तः दकारः धकारः, धकारः बश्वर्ण बष् प्रत्याहारे अस्ति वा? नास्ति, दकारः एव अस्ति खलु, एवमेव ददा योगः तः दत्तः, ददा योगः तात् दत्तात्, ददा योगः ते दत्ते, ददा योगः स्व दत्स्व, अददा योगः त अदत्त इति रूपम्। दा धातोः अङ्गनिमित्ति अङ्गतिङ् प्रत्ययोः मेलने कुत्रचित् चतुर् समीपमपि कुत्र पठनीयम्? एवम् एव ददायोगः आम् आम् अतः आहत्य अतः आहत्य अपित्सु प्रत्ययेषु दा धातोः त्रीणि कार्याणि भवन्ति, आकारलोपः स्नाभ्यस्तयोरातः, द द ददत्ततोश्च, तकारः तकारः सकारः द्व पदे चेत् इदं कार्यं भवति, चत्वसन्धिः करीपरे, जश्वसन्धिः जशीपरे। अस्तु, तर्हि इदानीम् अग्रे सन्धिसूत्राणि सन्ति, प्रायः वयं सर्वे जानीमः झलां जशो अन्ते इति, पदस्य अन्ते झल् स्थाने जष् भवति, नाम पदस्य अन्ते झल् वर्णः अस्ति चेत् वर्गीयद्वितीयवर्णः भवति इति अस्ति। पदान्ते एव तस्य पदान्ते नास्ति चेत् न भवति, पदान्ते एव भवति। तदनन्तरं झलां जष् झषि, झल् अनन्तरं झश् झष् वर्णः अस्ति चेत् झष् भवति, झष्वसन्धि इति अपि वयं सर्वे जानीमः। खरि च इत्युक्ते चर्त्वसन्धि, झल् स्थाने चर् भवति, खर् प्रत्याहारस्य वर्णः अग्रे भवति चेत् इति अस्ति। सर्वे अवगच्छन्ति वा? सर्वे जानन्ति खलु? आम् आम् आम् महोदय। कोऽपि अस्ति वा जानन्ति खरि च झलां झषु? आम् महोदय महोदय। अस्तु, तर्हि इदानीं धा धातु कृते रूपाणि कुर्मः। इदानीं धा अपि उभयपदी अस्ति, परन्तु इदानीम् आत्मनेपदीरूपं कुर्मः। तर्हि विजया महोदय, धा धातु लट् लकार आत्मनेपदी करोतु। दा धातु लट् लकारम् अस्तु, ते आते अते न न न सत्यम् आत्मनेपदीरूपं वा? आमामां, ते आते अते, से आते द्वे, ये ये वहे महे एतत् वजि आम् अस्तु प्रथमं श्लौ इति सूत्रेण दा दा इति रूपद्वयम् अस्ति खलु रूपद्वयम् अनन्तरं ह्रस्वः इति सूत्रेण दीर्घ दकारः अस्ति चेत् ह्रस्व दकारः आगच्छति अतः ददा इति चतुर्थवर्णः अस्ति अनन्तरं तत्र ह्रस्वः किमर्थं भवति चेत् एतत् सूर् ददस् ततोश्च इति सूत्रेण तृतीय द्वित्वमध्ये धा धा इति अस्ति आकारस्य ह्रस्वं भवति धधा इति भवति अग्रे अग्रे एव चर्त्वमार्जस्तं भवति केन सूत्रेण अभ्यासे चर्चा इत्यनेन अभ्यासस्य धकारस्य स्थाने दकारः केन सूत्रेण भवति अभ्यासे चर्च इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति दधा इति दधा इति अङ्गं भवति इदानीं करोतु दधा योगः अस्ति दधा योगः ते मया उक्तं खलु तत्र ददस्ततोश्च इति सूत्रेण दद् इति भवति अनन्तरं खरिच इति सूत्रेण पुनः तु किं भवति वदतु आकारस्य लोपः किमर्थं भवति यावत्पर्यन्तम् आकारस्य लोपः न भवति तावत्पर्यन्तं ददस्ततोश्च कार्यं न करोति स्नाभ्यस्तयोरातः इति सूत्रेण दीर्घ आकारस्य स्थाने अस्तु स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति अतः तद् इति भवति अनन्तरं खरिच इति सूत्रेण द्वितीयवर्णस्य स्थाने प्रथम चतुर्थवर्णस्य स्थाने प्रथमवर्णः आगच्छति ते इति योजनेन दत्ते इति भवति भवत्याः क्रमः समीचीनः नास्ति प्रथमतया दधा योगः ते अस्ति इदानीं स्नाभ्यस्तयोरात इति सूत्रेण आकारस्य लोपः भूत्वा दध् योगः ते इदानीं दधस्ततोश्च इति सूत्रेण दकारस्थाने धकारः भवति धध् योगः ते इदानीं खरिच इति सूत्रेण धत्ते प्रथमतया स्नाभ्यस्तयोरात तदनन्तरं दधस्ततोश्च अनन्तरमेव एतत् सूत्रेण ददस्ततोश्च इति सूत्रेण चतुर्थवर्णस्य स्थाने प्रथमवर्णः दत्त इति भवति अनन्तरं खरिच इति सूत्रेण दत्ते इति भवति ते योजनेन अनन्तरं तादृशमेव आटे इति अस्ति दद् इति रूपनिष्पन्नं पूर्वमेव दद् योगः आते इति चेत् ददाते इति भवति अत्र ददस्ततोश्च कार्यं करोति न वा किं जि ह्रस्व इति सूत्रं कार्यं करोति वा इति वा ददस्त इति सूत्रं तत्र कार्यं न करोति खलु किमर्थं किमर्थं चेत् तत्र किं पृष्टवान् इति सूत्रम् आते प्रत्ययपरे अस्ति चेत् कार्यं करोति न वा ध्वनिः बहु कम् अस्ति किं पृष्टवान् मया पृष्टं तथा आते प्रत्यय अस्ति खलु आते इति अस्ति आते प्रत्यये मध्ये ददस्ततोश्च कार्यं करोति न वा ददस्तयो कार्यम् अत्र किमपि कार्यम् एतत् सूत्रस्य कार्यं नास्ति खलु तदेव अहं पृच्छामि किमर्थं नास्ति कथं जानाति नास्ति द्वित्वकृतस्य जशन्तस्य तत्र बशोबश् इति का बशोबश् तु अस्ति परन्तु निमित्तं किं सूत्रस्य निमित्तं नास्ति ददा इत्यस्य यत्र आकरोति जशन्तस्य स्थिति किं किमर्थं न तत्र कार्यं न करोति खलु परनिमित्तं किमस्ति सूत्रस्य कृते परनिमित्तं किमस्ति परनिमित्तं किमस्ति गतस्ततोश्च इति सूत्रे कीदृशः प्रत्ययः परे अस्ति चेदेव कार्यं भवति रघुपतिमहोदय भवान् जानाति अहं जानामि मीना महोदय दधस्ततोश्च इति सूत्रं किं वदति दध् इति दकारस्य स्थाने दकार आदेशः भवति सकारे द्वे शब्दे परे अस्ति चेत् एव कार्यं करोति अत्र अस्ति वा अत्र नास्ति तदेव तदेव वदनीयं तत्र आकारः अस्ति आकारः सकारध्वं नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति अतः दधाते इति भवति अग्रे एकनिमिषं अग्रे अते इति अस्ति पूर्वमेव दद् इति ददा इति अस्ति चेत् तत्र स्नाभ्यस्तयो रातः इति सूत्रेण दका अकारस्य लोपः भवति अतः दद् एव भवति अते इति योजनेन ददते इति भवति अग्रे अग्रे से इति अस्ति से इति अस्ति तत्र तत्र दद् इति रूपमस्ति तत्र ददस्ततोश्च इति सूत्रेण चतुर्थवर्णस्य स्थाने प्रथमवर्णः आगच्छति दत् इति किं वदति न प्रथमं ददा इति अस्ति खलु तृतीयवर्णः चतुर्थवर्णः अनन्तरं ददस्ततोश्च इति सूत्रं कार्यं करोति खलु तत्र दत् इति भवति से योजनेन दत्स इति भवति तावदेव भवति ददस्ततोश्च इति सूत्रेण प्रथमवर्णः भवति तथा नास्ति ददस्ततोश्च इति सूत्रेण तृतीयवर्णस्थाने चतुर्थवर्णः भवति इदानीं खरीच सूत्रेण धत्से इति सूत्रेण चतुर्थवर्णस्य स्थाने प्रथमवर्णः तकारः आगच्छति से योजनेन दत्से इति भवति अग्रे ददा इति अस्ति आते योजनेन ददाते अस्ति तावदेव ददा तावदेव अनन्तरं दद् इति भवति द्वे योजनेन दद्वे आमां दद्वे इति भवति अहं न जानामि तत्रापि तत्र अपि ददा इति पूर्वमस्ति, ददस्ततोश्च इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति, दद् इति भवति. चतुर्थवर्णस्य स्थाने तृतीयवर्णः जलाञ्जश् जलाञ्जश् जशि इति सूत्रं कार्यं करोति. महोदय भवती न करोतु, सम्यक् रीत्या न करोति भवती. तथा योगः द्वे मध्ये ददस्ततोश्च इति सूत्रेण कार्यं किं भवति? तृतीयवर्णस्य स्थाने चतुर्थवर्णः भवति, अतः अग्रे अतः दद् भवति. द्वे योजनेन अग्रे द्वे योजनेन किं भवति? दद्वे इति भवति. केन सूत्रेण? तत्र जलां स्थाने जश् भवति वा? केन सूत्रेण? जलां जश् जशि जस्त्वं भूत्वा तत्र द्वे द्वे तद्वे इति भवति. तद्वे इति भवति. अनन्तरं ये अस्ति तद् इति भवति, एकारः योजनेन तदे इति भवति. तदा इति भवति पूर्वं भवति चेत् तत्र स्नाभ्यस्तयो रातः इति सूत्रेण आकारस्य लोपः भवति, अनन्तरं तद् भवति, एकारयोजनेन तदे इति भवति. ददे, क्षम्यतां, ददे इति भवति. अनन्तरं तादृशमेव दद् इति भवति. पूर्वम् एतत् कार्यं करोतु सूत्रं स्नाभ्यस्तयो रातः इति सूत्रेण दीर्घ आकारस्य लोपः भवति, दत् भवति. वहे योजनेन दद्वहे दद्महे कार्यं आहत्य दत्ते ददाते ददते दत्से ददाते ददद्वे ददे किं ददे तृतीयद चतुर्थवर्णः ददे. तस्मात् पूर्वं किं ददे ददे दद्वहे दद्महे तावदेव. अस्तु अग्रे मदर महोदय लोड् आम् महोदय ददा योगः ताम् अस्ति काव्यस्तोयोगः इति सूत्रेण अकारस्य लोपः दत्ताम् अनन्तरं अत्र जलां दश दशि इति सूत्रेण मध्ये तकारादिप्रत्ययः अस्ति खलु. आम् अतः किं महोदय आकारस्य लोपः भवति स्नाभ्यस्य वरातः दध् योगः ताम् इदानीं किम् आम् दद् दध् योगः ताम् खलु. दद् योगः ताम् अस्ति खलु. इदानीं किम् जलां दश न हरिच दधस्तथोश्च ततोश्च इति सूत्रेण तृतीय दकारस्य स्थाने दकारः आगच्छति. न दद् प्रथमदकारस्य स्थाने धकारः भवति. धद् इति भवति. न, सा उक्तवती बश् इत्यस्य भाष् भवत् धकारस्य धकार इति उक्तवती खलु महोदय. प्रथमधकारस्य स्थाने धकारः भवति. आं महोदय, प्रथमधकारस्य धकारः भवति. अग्रे दद् योगः तान्, तदनन्तरं दत्तां. केन सूत्रेण? जलां गच्छन्तु न करिच इति सूत्रेण. केन सूत्रेण धत्तां भवति? चर्त्वसन्धि अस्ति खलु. खरिच इति सूत्रेण चर्त्वसन्धि दत्ताम् इति भवतु. अवगच्छति वा? न अवगच्छति वा महोदय? जष्टुसन्धि अत्र नास्ति. आम्, अत्र करीच इति सूत्रं कार्यं करोति. दत्तां ददा योगः आतां, ददातां एव भवति. ददतां, ददातां, ददतां. तदनन्तरं ददा योगः स्व अत्रापि ततो श इति सूत्रेण दत् योगः स्व तत्स्व ददातां अग्रे ततोस्ततोश्च इति सूत्रेण धद् योगः स्व इति भवति खलु. दद्योगः स्व किं भवति? अनन्तरं करिच इति सूत्रेण धत्स्व धत्स्व करिच इति सूत्रेण तदनन्तरं ददातां, ददातां. तदनन्तरं ददयोः द्वं तत्रापि चतुर्थकारः आगच्छति. दद्योगः द्वं अत्र किम् अत्र जलां दशि इति सूत्रं कार्यं करोति महोदय. सत्यं, दद्वं दद्वं ददायोगः आयि श्राव्यस्तयो अतः इति सूत्रेण अकार लोपः भवति. न भवति महोदय, अत्र पित् अस्ति, पित् अस्ति अतः न भवति. वृद्धिसन्धि भवति. ददावहे, ददामहे. सम्यक्, अस्तु. लङ्लकारः त आतां, त काः आतां द्वम् इव हिमहि इति स्थिते लङ् लुङ् ऋं श्रुति अगमः अददा त सर्वे अपि तस्य तस्मात् स्नाभ्यस्य लोपः अदत्त तदनन्तरं करि चेति सूत्रेण अदत्त न मध्ये किं भवति लकारादि प्रत्ययः अस्ति खलु अददा अदध योगः तु अस्ति खलु इदानीं तकारादिप्रत्यये परे अस्ति चेत् किं भवति ददस्ततोश्च इति सूत्रेण अदद् तदनन्तरं करि च इति सूत्रेण अदत्त अदत्त आताम् अदत् आताम् अददातां किमपि न भवति तत्र अददाताम् अस्तु महोदय अत अपि अददत किमपि भवति ताः अददा ताः अददाताः अददत् ताः अददत् ताः तत्र अददत् ताः तत्र करि च इति वा न मध्ये किमस्ति ठकारादिप्रत्ययः अस्ति खलु तत्रापि ददस्ततोश्च इति सूत्रं भवति वा अदधत् ताः तदनन्तरं करि च अददत् ताः अदत्ताः तृत द्वितीयवर्गीयदकारः प्रथमवर्गीय कारः चतुर्थवर्गः ठकारः आताम् आतां किमपि न भवति अदत् आताम् अददाताम् किमपि न भवति इति नास्ति स्नाभ्यस्योराधा भवति स्नाभ्यस्योरा भवति अददा अदत् अददत् आताम् अददाताम् अददत्वम् अत्र अददा द्वं स्नाभ्यस्य अददत् द्वं अददत्वं तत्रापि ददस्ततोः ततोश्च इति सूत्रम् अददत् त्वं करि च ददत्तुं करि च भवति तत्र अददत् करि च भवति वा नो जलां जषि अददद्वम् अददद्वम् तदनन्तरं पीवहिमहि जलां झषि इति सूत्रेण किं भवति जलां झषि धकारः धकारः भवति चतुर्थवर्गे प्रति अदत्वम् अदत्वम् अदत्वम् अदत्वम् तदनन्तरम् ईवहि ई अददा अददा स्नाभ्यस्तयोः अदद् हि अददि अदद् अदद् अदद् वहि वहि महि अदद् वहि तत्र तत्र ददस्ततोः भवति वा ददस्ततोः न भवति इति न भवति तकार सकार द्वकार एव द्वम् एव परे चेत् एव भवति तत्र वकारः भवति तस्मात् ददस्ततोः इति सूत्रं शक्तिः नास्ति ददति तत्र जलां झष् झषि भवति वा जलां झष् झष् भवति वा ददत् बहि ददत् अददत् बहि भवति वा इति चिन्तयामि जलां झषि जबञ् जब नास्ति नास्ति अदद्वहि अदद्महि एव भवति तत्तु भवति तर्हि अधत्त अदधाताम् अदधत अधत्थाः अदधाताम् अधध्वम् अदधि अदध्वहि अदध्महि अस्तु विधिलिङ्गकारः किमपि नास्ति ईकारादि एव अस्ति सर्वत्र नाभ्यस्य रात इति सूत्रेण आकारस्य लोपः भूत्वा दधीत दधीत दधीयातां दधीरन् दधीथाः दधीयातां दधीध्वं दधीय दधीवहि दधीमहि सर्वावसन्ति वा कठिनमेव सत्यं परन्तु एकवारं जानाति चेत् सम्यक् रीत्या सूत्राणि जानन्ति चेत् किमपि प्रश्नः नास्ति ददस्ततोः एव सूत्रम् अवगन्तुं किञ्चित् क्लेशः भवति इदानीम् ओके अवगतम् अस्तु तस्य प्रश्नः अस्ति वा प्रश्नः अस्ति वा न महोदय अस्तु तर्हि इदानीम् आकारान्तधातोः कृते यत् कार्यमस्ति तत् समाप्तम् आकारान्तधातूनां कृते कार्यं समाप्तम् अस्तु इदानीम् ईकारान्तधातूनां कृते ईकारान्तधातूनां कृते कार्यं कथं भवति इति वयम् अग्रे पश्यामः तस्य प्रश्नः अस्ति वा आकारान्तेषु नास्ति अस्तु अग्रे रघुपतिमहोदय अग्रे पठतु ईकारान्त इकारान्तः इकारान्तधातवः ईकारान्तदातवः च अत्र त्रयः दातवः सन्ति त्रयः इकारधीर्घ ईकारान्तदातवः सन्ति वर्गद्वये विभक्ताः यतः अजादि अपिसु कार्यं पृथक्तया क्रियेत की जाने ज्ञाने इति की ज्ञाने इति की धातुः निभी भये भी धातुः च असंयोगपूर्वौ धातुः श्री लज्जायां श्री धातु संयोगपूर्वः धातुः की इत्यस्य द्वित्वम् अभ्यासकार्यं परिशीलनीयं भी द्वित्वस्य अभ्यासकार्यं च परिशीलनीयं ह्री द्वित्वस्य अभ्यासकार्यं च परिशीलनीयम् इति अस्ति इदानीम् अत्र हलादिपित्सु हलादिपित्सु सार्धातुक आर्धातुकयो इत्यनेन गुणः इदानीं भी इति अस्ति भी भी अनन्तरं तत्र ह्रस्व भवति अपि च अभ्यासे चर्च जस्त्वं भवति बिभि इति भवति बिभि योगति इदानीं तत्र गुणः भवति सार्धातुकार्धातुक इत्यनेन तत्र बिभेति इति रूपम् अजादिपित्सु सार्धात्कार्धात्कयोः इत्यनेन गुणः इचोयवायावः इत्यनेन अयादेशः यथा बिभी योग आनि इति अस्ति अत्र आनि इति अपित्पत्ति अस्ति अतः बिभे योग आनि इदानीं बिभ् अयादेशः बिभ बिभयानि इति रूपम् हलादि हलादि अपित्सु नीतिच इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति बिभी योगतः बिभीतः इति अजादिपित्सु अचिष्णु अचिष्णुदात्तब्रुवाङ् युवोरियङ् वङ्गौ इत्यनेन संयोगपूर्वस्य इयङ् आदेशः जिह्री योग अति अत्र इकार अस्ति इयङ् आदेशः भवति गुणः न भवति अथवा तत्र इयङ् वङ्गौ इत्यनेन तत्र इय आदेशः भवति जिह्रि जिह्रियति इति भवति अस्व इय इति अस्ति अग्रे एरणाकाचो असंयोगपूर्वस्य इत्यनेन असंयोगपूर्वस्य धातुः अस्ति चेत् इयणादेशः भवति यथा बिभी योग अति अत्र असंयोगपूर्व अस्ति अतः एरणेकाचो असंयोगपूर्वस्य इत्यनेन तत्र अत्र यणादेशः भवति अतः इकारस्य स्थाने यकारः बिभ्यति इति रूपम् अस्तु तर्हि किमस्ति इकारान्तम् अस्ति तर्हि हलादिपित् अस्ति चेत् सर्वातुकार्थपित् पित् प्रत्ययः अस्ति चेत् गुणकार्यं सर्वातुकार्थतुपयो इति सूत्रेण गुणकार्यं भवति अपित् अस्ति चेत् इति च इति सूत्रेण गुणनिषेधः भवति तर्हि हलादिपित् अथवा अजादिपित् अस्ति चेत् सर्वातुकार्थतुपयो इत्यनेन गुणः हलादि अपि अस्ति चेत् निपि च इति सूत्रेण गुणनिषेधः वर्णमेव इदानीम् अजादि अपि अस्ति चेत् कार्यदूरं भवितुं शक्नोति तर्हि अङ्गं संयोगपूर्वः अस्ति संयोगपूर्वः नाम इकारात् पूर्वं संयोगः अस्ति यथा जिह्रीमध्ये तर्हि अतिष्णधातुभ्रुवां युभोयम् उभङ्गौ इति सूत्रेण इयङादेशः भवति जिह्रीयति परन्तु यदि अङ्गं यदि असंयोगपूर्वः अस्ति तर्हि किं भवति ऐरनेकाचो असंयोगपूर्वस्य इति सूत्रेण यण् आदेशः भवति बिभ्यति तर्हि कार्यद्वयं कथं भवति इति अग्रिमवर्गे वयं पश्यामः तत्पूर्वम् एकमेव कार्यम् इदानीं कुर्मः त्रयः एव धातवः सन्ति इ भि ह्रि तर्हि एकैकं कृत्वा वदतु द्वित्वानन्तरम् अङ्गं किं भवति तर्हि मीना महोदय धातु अस्ति तस्य द्वित्वानन्तरम् अङ्गं किं भवति अभ्यस्तङ्गं किं भवति द्विजातु भगिनि महोदय गि गि भवति प्रथमं गि गि भवति गिगे योगः ति न कि क इ ज्ञाने धातुः अस्ति खलु तस्य द्वित्वं कृत्वा कि भवति अग्रे अभ्यस्त अङ्गं किम् भवति इति मम प्रश्नः ककारस्य स्थाने किं भवति धातु धातु किं महोदय कि प्रथमधातु ईकारं धातु प्रथमधातु कि अस्ति खलु अत्र लिखितमस्ति खलु करोति कि किं कि ज्ञाने कि एकनिमेष मीना महोदय किकि अस्ति अग्रे किके भवति किं भवति किके भवति किके कथं भवति अहं प्रत्ययं प्रत्ययं विस्मरतु इदानीं केवलं द्वित्वं कृतम् अङ्गकार्यं किम् अस्ति इति वदतु द्वित्वं कृतम् अभ्यस्त अङ्गं किं किकि अग्रे विजयमहोदय वदतु तत्र कुहोश्चुः इति सूत्रं कार्यं करोति वा सत्यं चिकि अग्रे मदर महोदय भी भी भी महोदय भी भये भी श्लौ इति सूत्रे द्वितीयं भवति भी भी तदनन्तरं हस्वः इति सूत्रेण दिदि अनन्तरं अभ्यस्तकर्त इति सूत्रेण दिदि दिदि भवति दिदि सत्यम् अग्रे रघुपति महोदय ह्री ह्री इति अस्ति ह्री इति अस्ति ह्री किं भवति ह्री ह्री इति अस्ति अत्र हि ह्री इति भवति हि ह्री इति हलादिशेष एक भवति हि हि ह्री हि ह्री इति इदानीं तत्र इदानीं तत्र किमस्ति तत्र कुहोश्चुः इत्यनेन चवर्गीय इदानीं चवर्गीय भवति खलु अत्र जि जकार झकार भवति झकार भवति अनन्तरम् अभ्यासचर्चा भवति वा झकार जिह्री इति भवति अस्तु तर्हि अग्रिमवासरे कार्यं कथं भवति अङ्गकार्यम् इति वयम् अग्रे पश्यामः इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा अस्तु नास्ति चेत् इदानीं